गुरुब्रह्मगुरुष्णुगुरुदेवमहेश्वरगुरुसाक्षात्पर्वम् तस्मै श्रीगुरवे नमः. सर्वेभ्यो नमः. सर्वेषामस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र अनुमितिः. मूलविषयः तु तत्र विभागः इति. विभागः अतिरिक्तगुणः. ये विभागः इति गुणः वर्तते इति साधयितुम् इच्छामः. अपि एषः विभागः संयोगनाशकः अस्ति. संयोगनाशकः इति अतिरिक्तगुणः अस्ति, सः एव विभागः इति नामकरणं कर्तुम् इच्छामः. किन्तु तादृशः गुणः वर्तते, नाम संयोगनाशकः अस्ति इति जानीमः, किन्तु सः नाशकः इति पदार्थः सः गुणः एव. अपि नूतनगुणः, ये गुणाः वयं जानीमः तेषु एषः गुणः न अन्तर्गतः इति साधयितुम् इच्छामः. किन्तु तस्य तत्र तत् कथं साधयामः इत्युक्ते तत्र प्रत्यक्षज्ञानेन न साधयितुं शक्नुमः. तत्र प्रत्यक्षज्ञानम् अस्ति विभागस्य अस्तित्वं, प्रत्यक्षज्ञानं नास्ति. अनुमानेन एव साधयितुं शक्नुमः. अतः तत्र मार्गः अनुमानः, अनुमानज्ञानम्. अतः अनुमितिः, अनुमितिः इति. तर्हि तत्र अनुमितिः कीदृशी इति अस्माभिः द्रष्टव्या अस्ति. अत्र वयं तत्र अनुमानस्थले वयं ज्ञातवन्तः तत्र पर्वतः वन्यमान् धूमात् यथा महानसं, तत्र पक्षः वर्तते, हेतुः वर्तते, साध्यं वर्तते. अपि तत्र दृष्टान्तम् अपि, नाम तत्र पक्षः यस्मिन् तत्र साध्यम् अस्ति इति इदानीं सन्देहः वर्तते. एतावत् न जानीमः तत्र साध्यं साक्षात् वर्तते, किन्तु वर्तते इति चिन्तनमस्ति, प्रायशः भवति इति तत्र सन्देहः. अस्माकं सन्देहः अस्ति तत्र साध्यं पक्षे वर्तते, नाम पर्वते वह्निः अस्ति इति अस्माकं सन्देहः. तर्हि तत्र सम्यक् ज्ञानं नाम यथार्थज्ञानं नाम तत्र निश्चयेन वर्तते न वा इति न जानीमः एतावत्. अतः तत्र किन्तु हेतुः साक्षात् वर्तते इति जानीमः. हेतुः नाम धूमः वर्तते इति जानीमः. तस्मात् हेतुः अस्ति इति कृत्वा तत्र वह्निः अपि वर्तते इति तत्र साधयितुम् इच्छामः. कथम् इत्युक्ते तत्र हेतुः अपि साध्यं तयोः मध्ये व्याप्तिः अस्ति. यत्र यत्र हेतुः तत्र तत्र साध्यं, यत्र यत्र धूमः तत्र तत्र वह्निः. तत्र हेतुः अपि साध्यं तयोः मध्ये तत्र व्याप्तिः वर्तते इति कथं प्रदर्शयामः? हेतुः नाम धूमः अपि तत्र साध्यं नाम वह्निः, तयोः मध्ये व्याप्तिः नाम यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिः, सा व्याप्तिः वर्तते इति कथं प्रदर्शयामः इत्युक्ते दृष्टान्तद्वारेण, नाम दृष्टान्तेन. महानसं, महानसि पश्यतु, तत्र यत् यदा धूम वर्तते तदा वह्निः तु अस्ति एव. अतः तत्र व्याप्तिः, यत्र यत्र धूमः तथा तत्र तत्र वह्निः इति तद् ज्ञानं तत्र वारं वारं महानसम् इत्यादिकं दृष्ट्वा वयं सम्पादयामः. तत्र व्याप्तिः इति वर्तते, हेतुः अपि साध्यं तयोः मध्ये. अतः तत्र पक्षधर्मतज्ञानम् इति एकं, नाम हेतुः नाम हेतुः पक्षे वर्तते इति पक्षधर्मतज्ञानं. तदनन्तरं व्याप्तिज्ञानं, व्याप्तिज्ञानम् इति हेतुः अपि साध्ययोः मध्ये यः सम्बन्धः वर्तते इति. तदा यदि पक्षधर्मताज्ञानम् अस्ति तदनन्तरं व्याप्तिज्ञानम् अस्ति, तदा वयं किं कुर्मः? नाम पक्षधर्मताज्ञानं पर्वतः धूमवान् इति वदामः. तदनन्तरं तत्र धूमः कीदृशः? तत्र बन्दिव्याप्य धूमः, नाम तदा तत्र बन्दि अपि धूमः तयोः मध्ये व्याप्तिः अस्ति इति प्रदर्शयामः. तर्हि ध्वनिव्याप्य धूमः कुत्र वर्तते? पर्वते वर्तते, अतः ध्वनिव्याप्य धूमः भान् पर्वतः इति आगच्छति। तदा वयम् अवगच्छामः तदेव तत्र अन्तिम तत्र एतयोः ज्ञानयोः मेलनं नाम पक्षधर्मताज्ञानं व्याप्तिज्ञानम् तयोः मेलनं कृत्वा वयम् अवगच्छामः अस्तु तत्र पर्वतः भन्दिमान् इति, यतोहि पर्वतः धूमवान्, धूमः भन्दिव्याप्य धूमः अति, अतः भन्दिव्याप्य धूमवान् पर्वतः इत्युक्ते तत्र पर्वतः भन्दिमान् इति। तत्र धूमः अपि भन्दिः तयोः मध्ये तत्र व्याप्तिः अस्ति, किन्तु तत्र व्याप्तिः तत्र व्यतिरेकव्याप्तिः अस्ति। अपि अन्यव्याप्तिः का तत्र व्यतिरेकव्याप्तिः? अन्वयव्याप्तिः। तत्र धूमवन्निस्थले व्याप्तिः तत्र व्यतिरेकः वा अथवा अन्वयः वा? अन्वयः। अतः तत्र अन्वयव्याप्तिस्थले वयं व्याप्तेः लक्षणं दृष्टवन्तः, नाम तत्र हेत्वाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगि साध्यसामानाधिकरण्यम् इति व्याप्तिः। तथैव वयं तत्र व्यतिरेकव्याप्तिलक्षणमपि दृष्टवन्तः, व्यतिरेकव्याप्तिलक्षणमस्ति तत्र साध्य अभावव्यापकीभूत अभावप्रतियोगित्वम्। नाम तत्र अभावः इति योजनेन तत्र वयं तत्र किञ्चित् परिवर्तनं कृतवन्तः, नाम धूमः अपि वह्निः, धूमः तत्र व्याप्यः अपि वह्निः व्यापकः, यत्र यत्र धूमः तत्र तत्र वह्निः, धूमः यत्र वर्तते तत्र वह्निः वर्तते, किन्तु यत्र वह्निः वर्तते तत्र धूमः वर्तते इति नास्ति। अतः वह्निः क्षेत्रं बृहत्, धूमस्य क्षेत्रं न्यूनम्, अतः धूमः व्याप्यः, वह्निः व्यापकः। नाम व्याप्यः द्विपदं नाम द्विवर्णपदं, किन्तु व्यापकं त्रिवर्णपदम् इति केवलं तत्र नाम दीर्घः अस्ति, व्यापकं दीर्घम् अस्ति, पदं दीर्घमस्ति, व्यापकस्य क्षेत्रमपि बृहत् अस्ति, तथा तत्र वह्निः क्षेत्रं बृहत् अतः तद् व्यापकम् अथवा व्यापकः, धूमः तत्र व्याप्यः। इदानीम् अभावः इति योजनेन तत्र धूमाभावः अपि वह्न्याभावः इति योजनेन वयं ज्ञातवन्तः तत्र परिवर्तनं भवति, नाम वह्न्यभावः व्याप्यः भवति, धूमाभावः व्यापकः भवति। धूमस्य क्षेत्रं न्यूनम् इति कृत्वा धूमाभावस्य क्षेत्रं बृहत् अस्ति, वह्न्यभावस्य वह्नेः क्षेत्रं बृहत् इति कृत्वा वह्न्यभावस्य क्षेत्रं न्यूनं भवति। अतः व्यापक अभावः व्याप्यः भवति, व्याप्याभावः व्यापकः भवति इति ज्ञातवन्तः। अतः तत्र साध्याभावः इति तस्य व्यापकः, तस्य व्यापकः अस्ति हेत्वाभावः, अतः साध्याभावव्यापकीभूतः नाम अभावः कः इत्युक्ते यः अभावः साध्याभावं प्रति व्यापकः अस्ति, नाम हेत्वाभावः। हेत्वाभावः तस्य हेत्व अभावः अस्ति चेत् प्रतियोगी अपि अस्ति, हेत्वाभावस्य प्रतियोगी हेतुः अस्ति, अतः तत्र प्रतियोगित्वं नाम हेतुत्वं तत्र हेतौ अस्ति, सः तत् प्रतियोगित्वमेव व्याप्तिः इति गतवर्गे वयं चर्चितवन्तः। अतः तत्र यत् अत्र लिखितमस्ति साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति व्याप्तिः इति, अतः तत्र व्यतिरेकव्याप्तौ तत्र व्याप्तेः लक्षणं किञ्चित् भिन्नं भवति, एतादृशं भवति इति गतवर्गे दृष्टवन्तः। इदानीं तत्र पर्वतः भन्दिमान् धूमात् इति अन्वयव्याप्त्या अनुमतिः कथं सिद्ध्यति इति वयं किञ्चित् पश्यामः. अपि तत्र अपि तत्र पञ्च अवयववाक्यानि तत्र पञ्चवाक्यानि भवन्ति इति अपि अद्य पश्यामः. अस्तु तर्हि मीता भगिनी नमस्कारः. नमस्कारः आचार्य. नमस्कारः भगिनि. अस्तु तर्हि तत्र उषा भगिनी भवती एवारम्भं करोति वा तत्र अधुना पर्वतः वन्यमानसु. अस्तु महोदय. अधुना पर्वतः वन्निमान् धूमात् इति अन्वयव्याप्त्या या अनुमितिः सिद्ध्यति सा एवं रीत्या वदेम. वह्नि अभावव्यापकीभूत अभावप्रतियोगी धूमः. वह्नि अभावं प्रति व्यापकीभूत अभावः धूम अभावः. यतोहि यत्र यत्र वह्नि अभावः भवति तत्र तत्र सर्वत्रापि धूम अभावः भवति. अतः वह्नि अभावं प्रति नाम साध्य अभावं प्रति व्यापकीभूत अभावः हेतु अभावः धूम अभावः. प्रतियोगी धूमः प्रतियोगित्वं धूमे सा एव व्याप्तिः. साध्य अभावव्यापकीभूत अभावप्रतियोगित्वं हेतौ विद्यमानसाध्यस्य व्यतिरेकव्याप्तिः. व्यतिरेक अभावस्थले व्यतिरेकस्थले व्याप्तिः इति कथम् आगतं, तत् वाक्यं कथम् आगतम् इति अत्र उच्यते. अधुना पर्वतः वह्निमान् धूमात् इति अन्वयव्याप्त्या या अनुमितिः तदेव अस्माकम् अनुमितिः या अनुमितिः सिद्ध्यति सा एवं रीत्या वदेम. अस्तु. वह्नि अभावव्यापकीभूत अभावप्रतियोगी धूमः. वह्नि अभाव साध्य अभाव व्यापकरूपेण साध्य अभाव व्यापकरूपेण यत् अस्ति साध्य अभावीभूत अभाव तादृश अभावस्य. भगिनी वाक्यस्य अर्थः अग्रे एव दत्तमस्ति अतः तत्र. अस्तु. वह्नि अभावव्यापकीभूत अभावप्रतियोगी धूमः. वह्नि अभावं प्रति व्यापकीभूत अभावः धूम अभावः. वह्नि अभावं प्रति वह्नि अभावं प्रति व्यापकीभूत अभावः धूम अभावः. वह्नि अभावं न्यूनक्षेत्रम् अस्ति, व्याप्यः भवति. वह्नि अभावं प्रति वह्नि अभावं प्रति व्यापकीभूत अभावः धूम अभावः. धूम अभावः यतोहि बृहत् स्थलम् अस्ति, तत् धूम अभावः एव इदानीं व्यापकः भवति. सो वह्नि अभावं प्रति धूम अभावः व्यापकः इति. यतोहि यत्र यत्र वह्नि अभावः भवति तत्र सर्वत्रापि धूम अभावः भवति. यत्र यत्र वह्नि अभावः भवति न्यूनक्षेत्रं तत्र सर्वत्रापि धूम अभावः भवति एव. अस्तु. अतः वह्नि अभावं दृष्टवन्तः खलु तत्र. आं महोदय. विंशतिपर्वताः सन्ति तत्र, कुत्रचित् धूमः अस्ति कुत्रचित् वह्निः अस्ति. वह्नि अभावं प्रति तत्र सर्वत्रापि धूम अभावः अपि भवति. वह्नि अभावः अस्ति चेत् धूम अभावः भवति एव. अतः वह्नि अभावं प्रति नाम साध्य अभावं प्रति व्यापकीभूत अभावः हेतु अभावः हेत्व अभावः. अतः वह्नि अभावं प्रति नाम साध्य अभावं प्रति व्यापकीभूत अभावः हेतु अभावः धूम अभावः. वह्नि अभावं साध्य अभावं प्रति व्यापकीभूत व्यापकः धूम अभावः. सो व्यापकी रूपेण यत् अभावः अस्ति तत् धूम अभावः इति. प्रतियोगी धूमः, प्रतियोगी अभावः तत् अभावस्य प्रतियोगी कः भवति? धूम अभावस्य, धूम अभावस्य प्रतियोगी धूमः एव. अतः प्रतियोगी धूमः, प्रतियोगित्वम् अस्ति धूमे, सा एव व्याप्तिः. सा एव व्याप्तिः, व्याप्तिः नाम साध्या तत्र वन्यभाव, वन्यभावव्यापकीभूत तत्र किं तत्र वन्यभावव्यापकीभूत अभाव, वन्य अभाव व्यापकीभूत अभाव प्रतियोगी धूमः. इदानीं तत्र लक्षणं साध्याभावीभूत अभाव व्यापकः यः अस्ति, साध्याभावं प्रति व्यापकः यः अस्ति तादृश अभावः तस्य प्रतियोगित्वं, तस्य प्रतियोगित्वम्. इदानीं तद् प्रतियोगित्वं कुत्र वर्तते? हेतौ वर्तते, हेतौ वर्तते, हेतौ एव व्याप्तिः इति नाम हेतौ, हेतुः तत्र व्याप्यः, व्याप्यः नाम व्याप्तिमान्. तर्हि व्याप्तिः हेतौ भवेत्. एतत् पद, एतत् व्याप्तौ तत्र हेतौ अस्ति. अतः तत्र अस्माकं चिन्तनं हेतुपर्यन्तं वयं नीतवन्तः. तत्र लक्षणं साध्याभावम् इति आरभ्य साध्याभावः इति स्थलं ततः आरभ्य वयं हेतुपर्यन्तं नीतवन्तः खलु. अतः इदानीं हेतौ कीदृशव्याप्तिः अस्ति, कीदृशी व्याप्तिः अस्ति? हेतौ साध्य अभाव, साध्य हेतौ अन्तिमवाक्यं, हेतौ विद्यमान, हेतौ विद्यमानसाध्यस्य व्यतिरेकव्याप्तिः, साध्यस्य व्यतिरेकव्याप्ति, व्यतिरेकव्याप्तिः हेतौ अस्ति, अस्ति नाम एतादृशलक्षणेन वयं जानीमः व्याप्तिः अस्ति, सा व्याप्तिः व्यतिरेकव्याप्तिः अस्ति. अतः तत्र केवलं तत्र हेतुः व्याप्यः आसीत्, साध्यः व्यापकः आसीत्, किन्तु इदानीं व्यतिरेकस्थले साध्याभावः व्याप्यः, हेत्वाभावः व्यापकः. अतः साध्याभावव्यापकः यः हेत्वाभावः अस्ति तस्य प्रतियोगी नाम हेतुः, तस्य हेतुत्वं नाम प्रतियोगित्वम् एव तत्र व्याप्तिः इति भवति. अतः तत्र एषः पदार्थः तत्र हेतौ अस्ति, हेतौ एव तत्र, यथा वयं वदामः नाम उन्नतः बालकः औन्नत्यं बालके, तथैव तत्र लक्षणं कुत्र भवेत्? लक्ष्ये भवेत् खलु. लक्षणं कस्यापि पदार्थस्य लक्षणम् इति वदामश्चेत् तद् लक्षणं लक्ष्ये भवेत्, लक्ष्ये सर्वत्र भवेत्, अन्यत्र न भवेत् इति. तत्र दोषत्रयं राहित्यम् इति आसीत् खलु. अतः तत्र लक्ष्ये, अत्र तत्र व्याप्तिः हेतौ अस्ति, अतः हेतुपर्यन्तं नेतव्यं, तदेव अत्र कृतमस्ति. प्रतियोगित्वं कुत्र अस्ति? हेतौ अस्ति. अस्तु, धन्यवादः. अस्मिन् विषये कोऽपि प्रश्नः? शोभा भगिनी नमस्कारः. नमस्ते महोदय. तत्र किं शीघ्रतया एव प्रत्यागतवती गृहम्, अतः किं धन्यवादः. समीचीनं भगिनी, समीचीनं. तत्र प्रत्युत्तरं न दातुं शक्तवान् अतः अस्तु क्षम्यतां हा किन्तु भवती आगतवती सन्तोषः धन्यवादः महोदय पठामि अनन्तरं किन्तु अस्तु अस्तु अस्तु चिन्ता मास्तु अनन्तरं पठतु चिन्ता अस्तु अस्तु तर्हि अग्रे मृलङ्गी भगिनी इदानीं तत्र पञ्चावयव एवं एवं च अस्माकं व्यक्तित्वव्याप्ति दृश्यते खलु दृश्यते आचार्य एवं च अस्माकं व्यतिरेकव्याप्तिप्रसङ्गे पुनः पश्यतु पञ्च अवयवानाम् अन्तिमसोपानद्वयम् अन्तिमसोपानद्वयम् उपनयनवाक्यं न तथा च अयम् उपनयनवाक्यं न ओ उपनय उपनय उपनयवाक्यं न तथा च अयम् अन्याभावव्यापकीभूताभाव प्रतियोगी हेतुः धूमः तद्वान् पक्षः पक्षः धूमवान् ओ हेतुः धूमः तद्वान् पक्षः पक्षः धूमवान् नाम धूमाभाववान् न भवति इत्यर्थः ओ निगमनवाक्यं तत्र किञ्चित् पठतु भगिनि तदनन्तरं द्रक्ष्यामः निगमनवाक्यं तस्मात् न तथा तस्मात् धूमाभावात् तस्मात् धूमाभावभाववात् न तथा न वन्याभाववान् तथा वन्याभाववान् उपरि त्रिषु वाक्येषु द्वितीयवाक्यम् उदाहरणवाक्यं तृतीयवाक्यं भवति उपनयवाक्यम् उपनयवाक्य निगमवाक्ययोः मेलनेन अग्रे अपि वा नाम तत्र भवती तत्र स्मर अग्रे उपरि किञ्चित् गच्छामः किमर्थं तत्र अस्ति तत्र पञ्च अवयवः अवयवाः एकवारं पुनः पठतु भगिनि तत्र केवलं चतुर्थमपि पञ्चमवाक्यं पठितं किन्तु आरम्भतः पठामि सम्प्रति यत्र यत्र वन्याभावः तत्र तत्र धूमाभावः इत्यस्मात् पर्वतः वह्निमान् इति साधनीयम् अत्रापि पञ्च अवयवाः भवन्ति पञ्च अवयवाः व्यतिरेकव्याप्तौ पर्वतः वह्निमान् धूमात् प्रतिज्ञावाक्यं पर्वतो वह्निमान् एवं हेत्वाक्यं धूमवत्वात् उदाहरणवाक्यं वह्न्यभाववान् स सर्वोऽपि धूमाभाववान् सदः उपनयनवाक्यं इदानीम् एतावत् वयम् अवगच्छामः खलु नाम तत्र प्रतिज्ञावाक्यं किमस्ति यत् साधयितुम् इच्छामः प्रतिज्ञावाक्यं पर्वतः वह्निमान् अस्ति भोः इति खलु तदनन्तरं तत्र अन्यः अन्य कोऽपि पृच्छति कथम् इति तदा धूमवत्वात् एतादृशं वदामः किन्तु एतदेव अस्माकं लक्ष्यं खलु पर्वतः वह्निमान् इति सत्यम् अतः एव प्रतिज्ञावाक्यं लक्ष्यमस्ति गोल् एतदेव अस्माकं लक्ष्यमस्ति प्रथमतया धूमवत्वात् नाम अन्वयव्याप्तौ अपि व्यतिरेकव्याप्तौ वाक्यद्वयं समानमेव पर्वतः वन्यमान् इति एव साधयितुम् इच्छामः धूमवत्वात् तदपि अन्वयव्यतिरेकव्याप्तौ अपि तत्र अन्वयव्याप्तौ व्यतिरेकव्याप्तौ समानमस्ति इदानीम् उदाहरणवाक्यम् अन्वयव्याप्तौ तत्र यः यः धूमवान् सः सः वन्यमान् यथा उदाहरणं किमासीत् यथा समीचीनम् अत्र परिवर्तनं यतोहि इदानीं वार्ता धूमः वह्निः व्यतिरेकव्याप्ति अतः यत्र यत्र वह्निभावः तत्र तत्र धूमाभावः इति नाम वन्यभावः व्याप्यः धूमाभावः व्यापकः इति प्रदर्शयितुम् इच्छामः यथा तदः अतः तत्र तृतीयवाक्यपर्यन्तं किमस्ति इति जानीमः खलु सर्वोऽपि धूमाभाववान् यथा रदः नाम जले सरोवरे तत्र वन्यभावः अपि अस्ति धूमाभावः अपि अस्ति अतः रदं दृष्ट्वा वयं जानीमः वन्यभावः अपि धूमाभावः तयोः मध्ये व्याप्तिः अस्ति इदानीं चतुर्थ अपि पञ्चमवाक्यम् उपनयवाक्यं निगमनवाक्यम् एक पुनः एकवारं पठतु उपनयवाक्यं न तथा च अयम् अयं पक्षः पर्वतः तथा न ओ हेत्वा भाववान् न भवति हेत्वा अभाववान् नास्ति एषः पर्वतः न तथा च अयम् ओके नाम तत्र यत्र यत्र वन्यभावः अस्ति तत्र तत्र धूमाभावः अस्ति खलु किन्तु अस्माकं पर्वते हेत्वाभावः धूमाभावः नास्ति धूमः तु वर्तते आम् अतः हेत्वाभाववान् नास्ति अस्ति एषः पर्वतः अतः पर्वतः तथा न तथा न इति कृत्वा तत्र किं भवति हेत्वा भाववान् नास्ति इति इत्युक्ते नाम धूमा भाववान् नास्ति इति इत्युक्ते तत्र वन्य अभाववान् अपि न भवेत् यतोहि यो वन्य अभाववान् अस्ति सः सर्वदा धूमा अभाववान् भवति किन्तु एषः पर्वतः धूम अभाववान् नास्ति अतः वन्य अभाववान् अपि नास्ति वन्य अभाववान् नास्ति इत्युक्तौ वन्य अभाव अभाववान् नाम वन्य अभावः अस्मिन् पर्वते नास्ति नाम वन्यः अस्ति अतः वन्यमान् अस्ति अस्माकं पर्वतः एषः पर्वतः इति आगतं खलु आचार्य अत्र पञ्चमं पुनः पठामि निगमनवाक्यं तस्मात् न तथा तस्मात् हेत्वा भाववात् हेत्वा भावात् तस्मात् हेत्वा अभाव अभावात् भगिनि तत्र हेत्वा अभाव अभावात् हेत्वा भाव अभावात् न तथा नाम वन्याभाववान् न तर्हि वन्याभाववान् न इत्युक्तौ वन्याभावभाववान् अभाववान् वन्याभावभाववान् वन्याभाव अभाववान् इत्युक्ते वन्यमान् खलु अभावः द्विवारम् उक्तं वन्य अभावस्य अभावः इत्युक्ते वन्येव वन्येव वन्यी वर्तते इति वन्य वन्यमान् अत्र तत्र अस्माकं चिन्तनं कीदृशम् इत्युक्ते तत्र उदाहरणं दत्तं नाम यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः इति दत्तम् अन्वयव्याप्तौ वयं किं वदामः यत्र यत्र धूमः तत्र तत्र वन्यः अस्माकं पर्वते तथा अस्ति धूमः वर्तते अतः वन्यः अपि वर्तते इति वयं वदामः किन्तु व्यतिरेकव्याप्तौ वयं किं वदामः पक्षः एतादृशः नास्ति नाम हेत्वाभाववान् नास्ति अतः अतः साध्य अभाववान् अपि नास्ति नास्ति वन्य अभाववान् अपि नास्ति हेत्वाभाववान् नास्ति धूमाभाववान् नास्ति अस्मा एषः पर्वतः अतः वन्य अभाववान् अपि नास्ति अतः तत्र हेत्व अभाव अभावात् हेत्व अभावः नास्ति अत्र, अतः हेत्व अभाव अभावात् इति कारणात् एषः पर्वतः न तथा दृष्टान्तम् इव नास्ति, भिन्नमस्ति, भिन्नं विना स्थितिः अत्र वर्तते, नाम अतः तत्र भङ्गी अभाववान् नास्ति, एषः पर्वतः साध्य अभाववान् नास्ति नाम साध्यवान् अस्ति. तर्हि तत्र उपनयवाक्यं निगमनवाक्यं तस्मिन् तत्र तयोः मध्ये न इति अस्ति, तस्य महत्त्वं किम् इति अवगतं खलु? आमाचार्य. तर्हि धूमा भाववान् नास्ति पर्वतः, अर्थात् धूमः तु वर्तते, अर्थात् धूमभाववान् अतः वन्याभाववान् न, अर्थात् वन्याभाव अभाववान् समीचीनं भगिनी नाम बन्निमान् समीचीनं खलु? नाम पञ्चवाक्येषु प्रथमं द्वितीयं समानं, व्यतिरेकव्याप्ति अन्वयव्याप्ति. तृतीयवाक्ये दृष्टान्ते किं भवति? महानसम् इति दृष्टान्तं, यत्र यत्र धूमः तत्र तत्र वह्नि, यत्र यत्र हेतुः तत्र तत्र साध्यम् अन्वयदृष्टान्तः. व्यतिरेकदृष्टान्ते किं वदामः? हेतुः अस्ति, साध्यमस्ति, किन्तु व्यतिरेकव्याप्तौ दृष्टान्तः कीदृशः? यो यो यो यो अभाववान् स सर्वोऽपि हेतु अभाववान्, स हेतु अभाववान् यथा हृदः, हृदः अस्मिन् उदाहरणे हृदः इति भवति. तत्र तृतीयवाक्ये किञ्चित् परिवर्तनम् अभावम् उपयुज्य वयं वदामः. तदनन्तरं न तथा, न तथा इति भवति, किन्तु अन्वयव्याप्तौ तथा अस्ति, तस्मात् तत्र वन्यमान् अस्ति, किन्तु अत्र न तथा इति आगच्छति. अतः उपनयवाक्यं पुनः पश्यामः अपि, अतः एवं च इति पुनः एकवारं पठतु अहं तत्र एवं च अस्माकं व्यतिरेकव्याप्तिप्रसङ्गे इति कुत्र आचार्य? एवं च अस्माकं व्यतिरेकव्याप्तिप्रसङ्गे पुनः पश्यतु पञ्चवाक्यानां पञ्च अवयवानां अन्तिमसोपानद्वयम् उपनयनवाक्यं न तथा च अयं वन्याभावव्यापकीभूताभावप्रतियोगी हेतुः धूमः, तद्वान् पक्षः पक्षः धूमवान् न तथा च अयम् अर्थात् वन्याभावव्यापकीभूताभावप्रतियोगी हेतुः धूमः, तद्वान् पक्षः तत्तु अस्ति अर्थात् पक्षः धूमवान् नाम धूमवान् न भवति इत्यर्थः, धूम अभाववान् न भवति इत्यर्थः, न तथा नाम अभाववान् नास्ति, अभाववान् नास्ति, आमाम् अवगतवाक्यं तस्मात् न तथा, अर्थात् धूमा अभाववान् पर्वतः नास्ति, तस्मात् तस्मात् धूमाभाव अभाववत्वात् न तथा न वन्याभाववान् तस्मात् न तथा वन्या अभाववान् न इति अर्थात् वन्य अस्ति, वन्य अस्ति, अवगतं खलु इदानीम्? आमाम् अवगतवान्. अस्तु, तर्हि तत्र व्यतिरेकव्याप्ति कीदृशी भवति इति एतावत् दृष्टवन्तः. नाम तत्र उपरि त्रिषु वाक्येषु द्वितीयवाक्यम् उदाहरणवाक्यं तृतीयवाक्यं भवति उपनयवाक्यनिगमनवाक्ययोः मेलनेन. तत्र कुत्र तत्र त्रिषु वाक्येषु द्वितीयवाक्यम् उदाहरणवाक्यम् अत्र प्रायश तत्र तत्र किमर्थम् एतत् उक्तमिति स्पष्टता नास्ति. अस्तु, निगमनवाक्ययोगमेलनं. अस्तु, तत्र एतत् अग्रे तस्मिन् विषये किञ्चित् वदामि. इदानीं मम मनसि तत्र किम् इति न आगच्छति, अतः तत्र एतत् पुनः आगत्य उपनयनवाक्यं निगमनवाक्ययोः मेलनेन तृतीयं वाक्यं भवति इति वा? तृतीयं वाक्यं किम् अस्ति? अस्ति, किन्तु तृतीयवाक्यं किं तत्र? न, अस्माकं क्रमे आसीत् खलु इदानीम् आचार्य क्रमे, किन्तु तत्र तृतीयवाक्यं तत्र मध्ये अस्ति भगिनि. तत् तृतीयवाक्यं तु यो यो आसीत् तत्र विपरीतमासीत् किल? यो यो वन्या भाववान् स सर्वोऽपि धूमा भाववान् यथा हृदः इति आसीत्. अतः तत्र अहं न गच्छामि तत्र किम् इति, किन्तु अग्रे प्रायश तत्र यदा स्पष्टता भवति वदामि, किन्तु इदानीं मम मनसि स्पष्टता नास्ति, क्षम्यताम्. अस्तु, तर्हि एतावत् किन्तु एतावत् वयम् अवगतवन्तः. इदानीं तत्र अग्रे तर्हि आहत्य इति तत् पश्यामः. तर्हि तत्र नीता भगिनी अग्रे पठति वा? तर्हि आहत्य व्यतिरेकव्याप्तिस्थले चिन्तनम् एवं यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुर्नास्ति इति प्रथमतया, यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः इति यदा तदा यः हेतु अभाववान् न भवति सः साध्य अभाववान् अपि न भवति. हेतु अभाववान् न भवति इत्यस्य अर्थः हेतु अभाव अभाववान् यस्य फलितार्थः हेतुमान् भवति. साध्य अभाववान् न भवति इत्यस्य अर्थः साध्य अभाव अभाववान् यस्य फलितार्थः साध्यवान् इति भवति. तावदेव खलु? तावदेव, तावत् कुर्मः. अधुना तर्हि आहत्य इत्युक्ते तत्र यत् वयम् इदानीं पर्यन्तं पठितवन्तः तत्र व्यतिरेकव्याप्तिस्थले चिन्तनं, तत्र व्यतिरेकव्याप्तिस्थले स्थितिः का, तत् कीदृशी स्थितिः? तत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति. प्रथमतया यत्र यत्र साध्यं नास्ति तत्र हेतुः अपि नास्ति. यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति इति प्रथमतया. अधुना तत्र एकवारम् अभावः तत् विपरीतदृश्या, पुनः एकवारम् अभावः तत् प्रथमे भागे या स्थितिः तत् स्थितिः वयं पुनः प्राप्नुमः. तत्र पुनः एकवारं तत्र अस्ति अभावः. अधुना अभाव शब्दस्य योजनेन यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः. यत्र यत्र साध्यं नास्ति इत्युक्ते यत्र यत्र साध्यं नास्ति इत्युक्ते साध्य एतस्य अभावः अस्ति. अतः यत्र यत्र साध्य अभावः तत्र तत्र हेतुः नास्ति इत्युक्ते हेतोः अभावः अस्ति, हेतु अभावः अस्ति. यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः. यदा यः हेतु अभाववान् न भवति, हेतु अभाववान् इत्युक्ते यस्मिन् हेतु अभाव अस्ति, हेतोः अभावः अस्ति सः हेतु अभाववान्. यः हेतु अभाववान् न भवति, यत्र यत्र यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः. अनन्तरं यत्र यत्र यः हेतु अभाववान् यस्मिन् हेतोः अभाववान् नास् हेतोः अभावः नास्ति सः तस्मिन् साध्य अभावः अपि नास्ति यस्मिन् नास्ति तस्मिन् साध्य अभावः अपि नास्ति हेतु अभाववान् न भवति इति अर्थ इत्युक्ते सः हेतु अभाववान् न भवति तस्मिन् हेतोः अभावः न भवति हेतु अभाववान् न भवति इत्यस्य अर्थः हेतु अभाव अभाववान् हेतु अभाववान् न सः न हेतु अभाववान् इत्युक्ते हेतु अभाव अभाववान् खलु नाम तत्र कोऽपि कस्मिंश्चित् गुणः नास्ति चेत् वयं वदामः गुणाभाववान् गुणा अभावः वान् मतु वान् अतः गुणाभावः अस्ति तस्मिन् गुणः नास्ति गुणाभावः वर्तते अतः गुणवान् नास्ति गुणा अभाववान् अस्ति अतैव तत्र हेतु अभाव अभाववान् यस्य फलितार्थ हेतुमान् हेतोः अभावः अस्ति तस्य अभाव यस्मिन् अस्ति सः हेतुमान् इति भवति तथैव साध्य अभाववान् न भवति साध्य अभावः साध्य अभाववान् इत्युक्ते यः साध्य यस्मिन् साध्य अभावः नास्ति यस्मिन् साध्य अभावः नास्ति साध्य अभाव अभाववान् यः सः साध्यवान् अभावः नास्ति इत्युक्ते यः साध्य अभाव अभाववान् अस्ति इत्युक्ते सः साध्यवान् अस्ति इति नाम यस्मिन् साध्य अभावः नास्ति इत्युक्ते तस्मिन् साध्यः वर्तते साध्यः वर्तते साध्यवान् वदतु न न तावत् साध्यवान् इत्युक्ते यस्मिन् साध्यः अस्ति इति मतुप्रत्ययः अतः साध्य अभाववान् न इति साध्य अभाव अभाववान् इति अपि वक्तुं शक्नुमः अथवा साध्यवान् इति अपि वक्तुं शक्नुमः समानार्थकः एव फलितान्तः नाम अभावाभावः इत्युक्ते तत्र साध्य अभाव अभावः इत्युक्ते साध्यः एव इति आगच्छति अतः तत्र हा अस्तु तर्हि तत्र किञ्चित् अग्रे अपि पठितुं शक्नोति चेत् पठतु अन्वयदृष्टान्तः केषुचित् स्थलेषु अप्रसिद्ध्यति इति अप्रसिद्ध्यति हा अप्रसिद्ध्यति इति कृत्वा व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकव्याप्तिः हेतौ उच्यते तथा च अत्रापि हेतुः व्याप्यः जातः व्याप्तिः व्यतिरेकव्याप्तिः परन्तु तर्हि अत्र हेतुः एव व्याप्यः जातः साध्यः साध्यं प्रति नाम साध्यनिरूपितव्याप्तिः हेतौ का व्याप्तिः व्यतिरेकव्याप्तिः तथा च हेतुः व्याप्यः जातः चेत् सम्प्रति व्यापकं भवति साध्यम् एवञ्च व्याप्यव्यापकभावः सिद्ध्यति व्याप्येन हेतुना साध्यं व्यापकं सिद्ध्यति तथा च साध्य अभावव्यापकीभूत अभावप्रतियोगी हेतुः तादृशहेतुमान् पक्षः तादृशहेतुमान् पक्षः इत्यनेन परामर्शः जातः साध्यव्याप्यहेतुमान् पक्षः साध्यव्याप्य नाम साध्यनिरूपितव्यतिरेक व्याप्तिमान् हेतुमान् पक्षः इति परामर्शः। अनेन परामर्शेन व्यापकः सिद्ध्यति, पक्षे व्यापकः कः साध्यम् एव। तर्हि तावत् तावत् पर्यन्तं भगिनि साध्यम् एव। तर्हि साध्य अभावव्यापकीभूताभावप्रतियोगी हेतुः इति व्यतिरेकव्याप्ति तावत् पर्यन्तम् अस्तु। अधुना पश्यामः अन्वयदृष्टान्तः केषुचित् स्थलेषु अप्रसिद्ध्यति इति कृत्वा व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकव्याप्तिः हेतौ उच्यते। केषुचित् स्थलेषु तत्र व्यतिरेकव्याप्ते व्यतिरेकदृष्टान्तं स्वीकृत्य इत्युक्ते यत्र यत्र नास्ति तत्र तत्र एक यत्र यत्र एकं नास्ति तत्र तत्र अन्यम् अपि नास्ति इति व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकव्याप्तिः हेतौ उच्यते। व्यतिरेक सर्वेषु स्थलेषु तत्र अन्वयव्याप्ति इति नास्ति, केषुचित् नाम अन्वयव्याप्तिः नाम अन्वयव्याप्ति अस्ति किन्तु अन्वयव्याप्तिः इति वदामश्चेत् तत्र दृष्टान्तं न दातुं शक्नुमः तावदेव। नाम यथा तत्र किमासीत् तत्र वह्निः वह्निमान् तत्र किमासीत् वह्निः हा उष्णः वह्नित्वात् इति खलु तत्र वह्नित्वं केवलं वह्नौ अस्ति तर्हि हेतुः केवलं पक्षे अस्ति, पक्षभिन्नस्थले नास्ति। किन्तु दृष्टान्तः किं पक्षे तत्र साध्यम् अस्ति इति इदानीं सन्देहः नाम पक्षे साध्यम् अस्ति इति एतावत् न जानीमः, अतः तत्र हेतुः पक्षे अस्ति इति जानीमः। किन्तु यत्र यत्र हेतुः तत्र तत्र साध्यम् इति तद् ज्ञानमपि अपेक्षितं, नाम तद् सत्यम् इति कथं जानीमः दृष्टान्तं दृष्टान्तमाध्यमेन। अतः दृष्टान्तं दृष्टान्ते किं भवेत्, यत्र यत्र हेतुः तत्र तत्र साध्यम् इति निश्चयज्ञानं, नाम तत् सत्यं, तत्र सन्देहः नास्ति। अतः दृष्टान्तः दृष्टान्त इति स्थलं तत्र पक्षभिन्नस्थलं भवेत्, यतोहि पक्षे इदानीम् एतावत् सन्देहः अस्ति साध्यम् अस्ति न वा इति, अस्ति इति साधयितुम् इच्छामः किन्तु एतावत् न जानीमः। किन्तु अन्वयदृष्टान्तः किं भवति, यत्र यत्र यत्र हेतुः तत्र तत्र साध्यमिति सम्यक् रीत्या जानीमः, तत् पक्षभिन्नस्थलं भवेत्। किन्तु कुत्रचित् किं भवति, यथा तत्र वह्निः तत्र उष्णः वह्नित्वात् इति, तत्र हेतुः पक्षभिन्नस्थले नास्ति एव, अतः यत्र यत्र हेतुः तत्र तत्र वह्निः इति तद् व्याप्ति इति चिन्तयामश्चेत् तदा दृष्टान्तः कार्यं न करोति, दृष्टान्तः न लभ्यते। अतः यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति व्यतिरेकव्याप्तिरूपेण वयं व्याप्तिं वदामश्चेत् तदा दृष्टान्तः लभ्यते। दृष्टान्तः नास्ति किन्तु व्यतिरेकदृष्टान्तः लभ्यते, अतः व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकव्याप्तिः हेतौ अस्ति इति वदामः तावदेव। पर्वतः धूमवान् पर्वतः वह्निमान् इति स्थले अन्वयदृष्टान्तः अपि अस्ति, व्यतिरेकदृष्टान्तः अपि अस्ति। तथा च अत्र अपि हेतुः व्याप्यः जातः, तत् हेतुः तत् धूमः धूमः व्याप्यः, तथापि अत्रापि धूमः व्याप्यः जातः, हेतुः व्याप्यः जातः। हेतौ व्याप्तिः अस्ति, व्याप्यः नाम व्याप्तिमान् व्याप्तिमान् तत्र व्यतिरेकव्याप्तिः हेतौ अस्ति चेत् अपि हेतुः व्याप्यः, अन्वयव्याप्तिः अस्ति चेत् हेतौ अस्ति चेत् अपि हेतुः व्याप्यः एव. हेतुः व्याप्यः इत्युक्ते हेतु व्याप्तिमान् तस्मिन् व्याप्ति अस्ति इति, व्याप्तिः व्यतिरेकव्याप्तिः इति. व्यतिरेकव्याप्तिः भवेत् वा अन्वयव्याप्ति भवेत् तत् हेतु व्याप्यः इति तर्हि तर्हि अत्र हेतु एव व्याप्यः जातः साध्यं प्रति. हेतुः व्याप्य साध्यं प्रति नाम साध्यनिरूपितव्याप्तिः हेतु. हेतुः व्याप्यः साध्यं प्रति हेतुः व्याप्य, अतः हेतौ किमस्ति, हेतौ या व्याप्तिः अस्ति सा साध्यनिरूपितव्याप्तिः इति वदामः. हेतौ साध्यनिरूपितव्याप्तिः अस्ति यतोहि तत् हेतुः साध्यं प्रति व्याप्यः अस्ति इति. सा व्याप्तिः नाम व्याप्यः इति वदामश्चेत् तत्र व्यापकः कः इति अपि अस्माकं मनसि भवेत्. अतः तत्र अत्र साध्यः एव व्यापकः, अतः साध्यनिरूपितव्याप्तिः हेतौ अस्ति. समीचीनं, साध्यः एव व्यापकः यतो हि तस्य क्षेत्र बृहत् अस्ति. वयं दृष्टवन्तः का व्याप्तिः व्यतिरेकव्याप्तिः, तथा च हेतुः व्याप्यः जातः चेत् तं प्रति व्यापकं भवति साध्यं. हेतुः यदा व्याप्यः भवति तदा व्यापकं तं प्रति व्यापकं साध्यं भवति. एवञ्च व्याप्यव्यापकभाव सिद्ध्यति. व्याप्यव्यापकभाव कदा सिद्ध्यति? हेतुः व्याप्य यदा हेतुः साध्यं प्रति व्यापकं प्रति व्याप्यः भवति तदा व्याप्यव्यापकभावः हेतोः साध्यद्वयोः मध्ये व्याप्यव्यापकभावः अस्ति इति सिद्ध्यति. व्याप्येन इत्युक्ते व्याप्येन इत्युक्ते हेतुना साध्यम् इत्युक्ते व्यापकं सिद्ध्यति. हेतुना साध्यं सिद्ध्यति इत्युक्ते हेतुना साध्यं सिद्ध्यति. अन्यशब्दैः तत्र व्याप्येन व्यापकं सिद्ध्यति. व्यापकं तत्र अत्र सिद्ध्यति इति द्विवारं तत्र अस्ति, किन्तु अत्र एवं च व्याप्यव्यापकभावः सिद्ध्यति नाम तद्भवति, तद् अवगच्छामः. तत्र तयोः मध्ये व्याप्यव्यापकभावः अस्ति इति अवगच्छामः, इति अर्थे सिद्ध्यति. किन्तु अत्र व्याप्येन हेतुना साध्यं व्यापकं सिद्ध्यति इति तत्र पूर्वं दृष्टवन्तः. तत्र अर्थः किं परितातः कः इत्युक्ते, यत्र यत्र व्याप्यः तत्र तत्र साध्यम् इति तत्र यत्र यत्र हेतुः वर्तते तत्र तत्र साध्यं वर्तते. नाम हेतुना साध्यं सिद्ध्यति इति तस्य अर्थः यत्र हेतुः अस्ति तत्र साध्यम् अस्ति एव. हेतुना साध्यं सिद्ध्यति इत्युक्ते हेतु वर्तते चेत् साध्यमपि वर्तते. अतः तत्र सिद्ध्यति इति पदस्य किञ्चित् भिन्न अर्थः. नाम एकवारं यत् वयं दृष्टवन्तः, क्षम्यतां, किञ्चित् पूर्वं यत् आसीत् तत् तत् अस्ति. व्याप्येन व्यापकः सिद्ध्यति, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. तत्र सिद्ध्यति नाम एषः अर्थः इति. नाम यत्र व्याप्यः अस्ति तत्र व्यापकः भवति. व्यापकाभावेन व्याप्याभावः सिद्ध्यति, यत्र यत्र व्यापकाभावः वर्तते तत्र तत्र व्याप्याभावः वर्तते. अतः सिद्ध्यति इति पदस्य यत्र प्रथमम् अस्ति तत्र द्वितीयमपि अस्ति इति अर्थः. तत्र तादृशप्रयोगः अत्र कृतः, अतः एव अत्र अपि सिद्ध्यति इति तस्य कुत्र अस्ति द्वितीयवाक्यं न व्यापकाभावेन व्याप्याभावः सिद्ध्यति सत्यं अतः अत्र अत्र स्मः भगिनि एवं च व्याप्य व्यापकाभावः सिद्ध्यति व्याप्येन हेतुना साध्यं व्यापकं सिद्ध्यति इदानीं तथा च साध्य अभाव व्यापकी भूत अभाव प्रतियोगी हेतुः साध्य अभावः साध्य अभावः व्यापकी भूत अभावः अत्र अभावः इति विशेष्यपदम् अभावः इति विशेष्य अभावः कीदृशः तत् अभावस्य विशेषण अस्ति विशेषणपदम् अभावस्य कृते साध्य अभावव्यापकीभूतः साध्य अभावः व्यापकीभूतः एतादृश अभावः तस्य प्रतियोगी कः भवितुमर्हति तस्य प्रतियोगी पुनः हेतुः एव भवितुमर्हति साध्याभाव तत्र साध्याभावव्यापकः कः अस्ति साध्य अभावः व्यापकः साध्य अभावव्यापकभावं प्रति व्यापकः कः अस्ति साध्याभावं प्रति साध्य अभावं प्रति व्यापकः इति साध्य अभावं प्रति व्यापकः कः अस्ति साध्य अभावं प्रति व्यापकः तस्य अभाव साध्य अभावं प्रति व्यापकः तत् हेतु एव हेतु न न हेत्वभावः हेत्वभावः हेत्वभावः अतः अभावं प्रति व्यापकीभूत इति हेतु अभाव हेतोः अभावः तस्य प्रतियोगी हेतुः एव तस्य प्रतियोगी हेतु साध्य अभाव व्यापकः तस्य तं प्रति व्यापकीभूतः हेतु अभावः हेतु अभावः हेतु अभावस्य प्रतियोगी हेतुः तादृश हेतुमान् पक्षः पक्षे हेतु वर्तते पक्षे हेतु वर्तते पक्षः हेतुमान् अस्ति हेतुः कीदृशः हेतुः प्रतियोगी कस्य प्रतियोगी अभावस्य प्रतियोगी अभावः कीदृशः साध्य अभावः व्यापकीभूतः एव समीचीनं भगिनि समीचीनम् इत्यनेन परामर्शः जातः परामर्शः किमर्थं जातः इत्युक्ते तत्र तादृशहेतुमान् इति वदनेन वयम् एतादृश नाम हेतुः एतादृशः अस्ति इति यदि वदामः तदा व्याप्ति ज्ञानं भवति नाम साध्यव्याप्य हेतुमान् पक्षः इति अवगच्छामः खलु अत एव परामर्शः नाम परामर्शे परामर्शे किं किम् अस्ति परामर्शे पक्षधर्मताज्ञानमस्ति नाम हेतुः पक्षे अस्ति अतः हेतुमान् पक्षः इति पक्षे हेतुः अस्ति इति ज्ञानम् अपि व्याप्तेः ज्ञानमपि नाम हेतुः साध्यं तयोः मध्ये व्याप्य व्यापकभावः वर्तते इति अतः तत्र तादृश नाम एतादृशहेतु हेतुः पक्षे अस्ति अतः व्याप्तिज्ञानमपि अस्ति पक्षधर्मतज्ञानमपि अस्ति तर्हि परामर्शः अस्ति साध्यव्याप्य नाम साध्यनिरूपितव्यतिरेकव्याप्तिमान् हेतुमान् पक्षः साध्यव्याप्य साध्यव्याप्य इत्युक्ते साध्यनिरूपितव्यतिरेकव्याप्तिमान् हेतुमान् पक्षः पक्षः हेतुमान् अस्ति पक्षः हेतुमान् अस्ति पक्षः व्यतिरेकव्याप्तिमान् इत्युक्ते पक्षे व्यतिरेकव्याप्तिः अस्ति न भगिनि क्षम्यतां भगिनि नाम तत्र तत्र किं हा तत्र भगिनी तत्र हेतुमान् पक्षः खलु पक्षौ पक्षे हेतुः अस्ति पक्षे हेतुः अस्ति किन्तु इदानीं तत्र भवती उक्तवती खलु हेतुः कीदृशः हेतुः साध्यव्याप्यः साध्यव्याप्यहेतुः तर्हि साध्यव्याप्यः किं भवति हेतुं हेतुकृते हेतोः कृते विशेषणं खलु हेतुः कीदृशः साध्यव्याप्यः हेतुः तर्हि हेतुः विशेष्यं साध्यव्याप्यः इति विशेषणपदम् अत्र तर्हि हे व्याप्यः नाम व्याप्तिः हेतौ अस्ति इति एव खलु तर्हि व्याप्तिमान् हेतुः अस्ति अतः तत्र हेतुमान् पक्षस्य विशेषणं किन्तु साध्यनिरूपितव्यतिरेकव्याप्तिमान् कस्य विशेषणम् व्याप्तिमान् इत्युक्ते कः व्याप्तिमान् इत्युक्ते व्याप्तिमान् यस्मिन् यस्मिन् व्याप्ति अस्ति सः हेतुः अतः व्याप्तिमान् हेतुः अस्ति नाम एतादृशहेतुः पक्षे अस्ति कीदृशहेतुः साध्यनिरूपितव्याप्तिवान् यथा तत्र उन्नतः बालकः तादृश अत्र हेतुः पक्षे अस्ति किन्तु पक्षः पक्षे हेतुः अस्ति किन्तु हेतुः कीदृशः साध्यनिरूपितव्यतिरेकव्याप्तिमान् हेतुः तादृश इत्युक्ते निष्कर्षरूपेण तत्र हेतुः व्याप्यः भवति साध्यं प्रति साध्यं प्रति हेतुः व्याप्य इत्युक्ते तत्र हेतौ मध्ये तत्र हेतौ मध्ये या व्याप्तिः सा साध्यनिरूपितव्याप्तिः अधुना सा व्यतिरेकव्याप्तिः अतः सा साध्यनिरूपितव्यतिरेकव्याप्तिः इति एतादृशी व्याप्तिः हेतौ मध्ये अस्ति समीचीनं इति हेतुः पक्षे अस्ति आचार्य न अवगच्छामि अत्र साध्यव्याप्य नाम साध्य कः अत्र तत्र बन्निः एव सन्नि साध्यः अस्मिन् उदाहरणे बन्निः एव तर्हि वह्निना व्याप्य नाम वह्निना व्याप्य हेतुः धूमः किल तर्हि यत्र यत्र धूमः तत्र तत्र वह्नि इति एव अस्ति खलु अस्मिन् चिन्तने सत्यं अतः नाम व्यतिरेकव्याप्ति अतः तत्र आदौ उक्तं नाम अत्र व्याप्येन व्यापकम् इति अत्र व्याप्येन अर्थात् व्याप्यः भगिनी तत्र नीता भगिन्या पूर्वं पठितं नाम अत्र पश्यतु तत्र तथा च तत्र एतत् एकवारं पठतु भगिनि अन्वयदृष्टान्तः केषुचित् स्थलेषु इति तत्र आरभ्य तत्र वाक्यत्रयं पठतु अपसिद्ध्यति इति कृत्वा व्यतिरेकदृष्टान्तं स्वीकृत्य व्यतिरेकव्याप्तिः हेतौ उच्यते व्यतिरेकव्याप्तिः हेतौ उच्यते तथा च अत्रापि हेतुः व्याप्यः जातः हेतुः व्याप्यः जातः हेतुः अर्थात् तत्र धूमः व्याप्तः जातः. अच्छा, धूमाभावः धूमाभावः व्यापकः आसीत् खलु वन्याभावः प्रति. सत्यं सत्यं, किन्तु सत्यम्. अतः तत्र व्यतिरेकव्याप्तिम् उपयुज्य वदामः सत्यं, किन्तु नाम तत्र पर्वतः पर्वतः ध्वनिमान् धूमात्, हेतुः धूमः, साध्यं वह्निः. साध्यं सर्वदा वह्निः एव खलु, अन्यत् किमपि न साध्यं पर्वते. पर्वते बहु किमपि अस्ति, किन्तु अस्माकं न्यायशास्त्रे पर्वते वह्निः अस्ति इति एव साधयामः. मनुष्याः सन्ति, मन्दिरं सन्ति इति एतत् सर्वं न जानीमः. पर्वते वह्निः अस्ति इति एव साधयितुम् इच्छामः. तर्हि साध्यं सर्वदा वह्निः, कारणं नाम हेतुः धूमः इति एव. तर्हि अत्र अन्वयव्याप्तिः तत्र व्याप्तिः नाम यत्र यत्र धूमः तत्र तत्र वह्निः, तदपि व्याप्तिः, अथवा यत्र यत्र धूमाभावः यत्र यत्र वन्याभावः तत्र तत्र धूमाभावः, तदपि व्याप्तिः खलु. प्रथममस्ति अन्वयव्याप्तिः, द्वितीयमस्ति व्यतिरिकव्याप्तिः. किन्तु यदि तत्र व्याप्यः नाम किं, यस्मिन् व्याप्तिः अस्ति. व्याप्यः इत्युक्ते व्याप्तिमान्. तर्हि किं भगिनि, यथा उक्तं व्याप्यः अर्थात् व्यापकम् अस्ति, किम् उक्तम् इदानीमेव? न नाम व्याप्यः अत्र मूलव्याप्यः सर्वदा हेतुः एव. तत्र हेतुः क्षम्यतां, हेतुः एव व्याप्यः, हेतुः एव हेतुः एव व्याप्यः सर्वदा. हा, तर्हि धूमः व्याप्यः, धूमः व्याप्यः तत्र धूमे, तत्र व्याप्यः नाम व्याप्तिमान्, नाम यस्मिन् व्याप्तिः अस्ति. व्याप्तिः अन्वयव्याप्तिः भवेत्, व्यतिरिकव्याप्तिः भवेत्, किन्तु व्याप्तिः कुत्र वर्तते, हेतौ वर्तते. एवं वा इति प्रदर्शितं खलु, नाम प्रथमं किम् आसीत्, सामानादिकरणीयम् इति अन्तौ आसीत् खलु, अन्वयव्याप्तिरक्षणे. सामानादिकरण्यं, साध्यसामानादिकरण्यम् इति हेतौ अस्ति, सा एव व्याप्तिः इति प्रदर्शितम्. व्यतिरेकव्याप्तौ तत्र साध्य अभावव्यापकीभूत अभावप्रतियोगित्वम् इत्युक्ते हेतौ प्रतियोगी हेतुः. तर्हि पुनः हेतौ व्याप्तिः अस्ति इति प्रदर्शितं खलु. अतः हेतौ सर्वदा तत्र व्याप्तिः सर्वदा हेतौ एव अस्ति. अतः हेतुः व्याप्तिमान् भवति, नाम व्याप्यः अस्ति. व्याप्तिः अन्वयव्याप्तिः भवेत्, व्यतिरेकव्याप्तिः भवेत्, सा व्याप्तिः हेतौ एव अस्ति. नाम भवती प्रायशः चिन्तयति, अस्तु धूमः व्याप्यः आसीत्, धूमाभावः व्यापकः आसीत् इति चिन्तयति खलु. हा, किन्तु यद्यपि वयं यत्र यत्र वन्याभावः तत्र तत्र धूमाभावः इति व्यतिरेकव्याप्तिः इति वदामः, तथापि तत्र वन्यभावः व्याप्यः, धूमाभावः व्यापकः इति तथा चिन्तयामः. किन्तु मूल उदाहरणे अन्वितिस्थले किं यत्र हेतुः अस्ति तत्र साध्यम् अस्ति इति एव साधयितुम् इच्छामः खलु. अतः हेतुः एव मूलव्याप्यः, साध्यमेव मूलव्यापकः. अन्ततो गत्वा पर्वते धूमः अस्ति, अतः वह्निः अस्ति इति साधयितुम् इच्छामः खलु. अतः यद्यपि वयं वदामः यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः, किन्तु अस्माकं लक्ष्यं किं तस्य वदनेन व्यतिरेकोक्ति तथा अन्वयव्याप्ति समानेव साधयति. हेतुः व्याप्यः व्याप्यः अस्ति व्यापकः व्यापकमस्ति इति तदेव अन्ततो गत्वा तदेव अस्माकं लक्ष्यम् उद्देशं तु तदेव अस्ति. उद्देशं तदेव अस्ति सत्यं भगिनि. समीचीनं वा इदानीम्? आमाम् अवगतम् अवगतम्. समीचीनं भगिनि, भवती प्रश्नं पृष्टवती, उत्तमम् अस्ति. यतोहि तत्र सर्वेषु तत्र एतादृशसन्देहः भवेत्, समीचीनं भवती पृष्टवती. नाम व्यापः व्याप्यः व्यापकः बहुवारं वदामः, किन्तु अन्ततो गत्वा तत्र धूमः यत्र अस्ति तत्र वह्निः अपि अस्ति. नाम यत्र यत्र धूमः तत्र तत्र वह्निः, किन्तु तादृशं न वदामः, अन्यरीत्या वदामः, किन्तु उद्देशः सः एव. अस्तु, तर्हि इदानीं तत्र अनेन अन्तिमवाक्यम् अनेन परामर्शेन व्यापकः सिद्ध्यति पक्षे व्यापकः कः साध्यमेव इत्युक्ते तत्र पक्षे साध्यम् अस्ति इति अन्ततो गत्वा पक्षे साध्यमस्ति इति सिद्ध्यति. पक्षे व्यापकः अस्ति, पक्षे साध्यमस्ति. तर्हि साध्य अभावव्यापकीभूत अभावप्रतियोगी हेतुः इति व्यतिरेकव्याप्तिः. साध्य अभाव व्यापकीभूत इत्युक्ते हेतु अभावः इति एतत् सर्वं हेतोः विशेषणं. साध्य अभाव व्यापकीभूत अभाव एतादृश अभावः यः साध्य अभाव व्यापकीभूतः एतादृशी अभाव एतादृशम् अभावं प्रति तस्य प्रतियोगी एतावत् एतादृश अभावस्य प्रतियोगी अस्ति हेतुः इति व्यतिरेकव्याप्तिः इति. समीचीनं. अतः समीचीनं भगिनि. व्यतिरेकव्याप्तिः कीदृशी? हेतोः अस्ति, तर्हि हेतोः विशेषणं भवेत्. अतः हेतुः अस्ति, हेतुः कीदृशः अस्ति? तत्र साध्याभाव व्यापकीभूत अभाव प्रतियोगी अस्ति हेतुः. हेतुः साधारणहेतुः नास्ति, किन्तु साध्याभाव व्यापकीभूत अभावप्रतियोगी अस्ति हेतुः. प्रतियोगी अस्ति इति कृत्वा तावत् वदामश्चेत् तत्र व्याप्ति अस्ति. नाम प्रतियोगी इति वदनेन व्याप्यः अस्ति, सः हेतुः साध्यव्याप्यः अस्ति इति वदामः. साध्यव्याप्य हेतुः इति कथं वदामः? व्यतिरेकस्थले साध्याभावव्यापकीभूत अभावप्रतियोगि हेतुः. अतः अभावमुपयुज्य व्याप्यः अस्ति इति वदामः. अभावस्थले हेत्वाभावः व्यापकः भवति, अतः एव साध्याभावं प्रति व्यापकः भवति हेत्वाभावः. हेत्वाभावस्य प्रतियोगी हेतुः, अतः एतत् प्रतियोगित्वम् एव व्याप्तिः. अपि एतद् एषा व्याप्तिः हेतोः अस्ति, हेतुः व्याप्तिमान्, अतः व्याप्यः हेतुः इति. एतदेव अस्ति, तत्र बहुवारम् उक्तवन्तः, किन्तु एकः एव विषयः. अस्तु, समीचीनं भगिनि, धन्यवादः भगिनि. अस्तु, इदानीम् अग्रे तत्र शोभा भगिनी अग्रे पठितुं शक्नोति वा? पठामि महोदय, किन्तु किमपि वक्तुं न शक्नोमि इति मन्ये. पठतु, सर्वं मिलित्वा सर्वे मिलित्वा वदामः. तर्हि तत्र इदानीं साध्य साध्याभावव्यापकीभूताभावप्रतियोगी हेतुमान् अयम् इति व्यतिरेकव्याप्तिघटितपरामर्शः यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः हेत्वभावस्य प्रतियोगी च हेतुः अनेन साध्याभावव्यापकीभूताभावप्रतियोगिहेतुः इति व्यतिरेकव्याप्तिः व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः साध्यव्याप्यहेतुमान् पक्षः इति ज्ञानम् आहत्य यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः तस्य च हेत्वभावस्य प्रतियोगी हेतुः तद्वान् पक्षः एतदाधारेण साध्यमपि पक्षे वर्तते यतोहि हेतुः कीदृशः तदानीं साध्यं प्रति व्याप्यः एव व्याप्यः कथं ज्ञायते इत्युक्ते अन्वयव्याप्तिर्नास्ति अपि तु व्यतिरेकव्याप्तिरस्ति अत्र व्यतिरेकव्याप्तिः स्वीक्रियते अनेन व्याप्यव्यापकभावः सिद्ध्यति आम् महोदय तर्हि तत्र एकं वाक्यं पठित्वा प्रयत्नं करोमि महोदय किन्तु भगिनि तत्र सारल्यं भवेत् इति कृत्वा तत्र परामर्शः इति किञ्चित् पुनस्मरणं कुर्मः परामर्शः इति ज्ञानं किं भवति परामर्शः इति अनुमिति स्थले किं भवति आदौ तत्र पक्षः हेतुः साध्यम् अपि दृष्टान्तः खलु दृष्टान्तः आमां चत्वारांशः अपि तत्र किं किं ज्ञानम् अपेक्षितं तत्र लक्ष्यं किं तत्र पक्षे साध्यम् अस्ति इति अस्माकं लक्ष्यं लक्ष्यम् अस्माकं लक्ष्यं साध्यं पक्षे वर्तते किन्तु किं किं तत् साधयितुं किं किं ज्ञानम् अपेक्षितम् इत्युक्ते प्रथमतया हेतुः पक्षे पक्षे अस्ति हेतुः पक्षे अस्ति इति ज्ञानम् अपेक्षितम् खलु हेतुः पक्षे नास्ति इति अस्ति इति यदि न जानीमः तत्र किमपि कार्यं न कर्तुं शक्नुमः अतः प्रथमतया हेतुः पक्षे अस्ति तदस्ति पक्षधर्मताज्ञानम् पक्षः पक्षे हेतुः अस्ति पक्षधर्मताज्ञानम् अपेक्षितं तदनन्तरं हेतुः अपि साध्यं तयोः मध्ये व्याप्तिः अस्ति नाम व्याप्यव्यापकः भावः अस्ति इति अपि ज्ञानम् अपेक्षितम् आम् नाम तत्र हेतुः यत्र यत्र धूमः यत्र यत्र हेतुः तत्र तत्र साध्यः अतः साध्यः व्यापकः हेतुः व्याप्यः साध्यः व्यापकः हेतुः व्याप्यः व्याप्यः साध्यं प्रति व्याप्यः अस्ति हेतुः अतः साध्यव्याप्यहेतुः इति वदामः खलु साध्यः व्यापकः हेतुः व्याप्यः साध्यं प्रति हेतुः व्याप्यः अतः साध्यव्याप्यहेतुः इति वदामः इदानीं पक्षधर्मताज्ञानम् इत्युक्ते पक्षः हेतुमान् पक्षे हेतुः वर्तते पक्षः हेतुमान् किन्तु हेतुः कीदृशः इदानीं व्याप्तिज्ञानं साध्यव्याप्यहेतुः इति व्याप्तिः व्याप्तिलक्षणं व्याप्तिज्ञानं साध्यव्याप्यहेतुः इति आचार्य अत्र साध्यव्याप्यहेतुः अर्थात् साध्येन व्याप्तः हेतुः इति खलु इति सत्यं हा इति सत्यं भगिनि हा सत्यं हा अतः साध्यव्याप्यहेतुः इति व्याप्तिज्ञानं पक्षः हेतुमान् इति पक्षधर्मतज्ञानम् इदानीं द्वयोः मेलनेन परामर्शः नाम साध्यव्याप्यहेतुमान् पर्व पक्षः नाम पक्षे हेतुः अस्ति किन्तु हेतुः साध्यव्याप्यः अस्ति अतः साध्यव्याप्यहेतुमान् पक्षः इति परामर्शज्ञानं नाम पक्षधर्मताज्ञानं व्याप्तिज्ञानं द्वयोः मेलनम् अस्ति परामर्शः एतावत् समीचीनं भगिनि तत्र अन्तिम अंशः महोदय अन्तिमः अंशः परामर्शः हा परामर्शः तत्र किम् आसीत् साध्यव्याप्यहेतुमान् पक्षः इति इत्युक्ते व्याप्य धूमवान् पर्वतः इति भवति तदा एतद् अवगच्छामः अग्रिमक्षणे वयम् अस्माकं मनसि अनुमितिज्ञानं भवति ओ अस्तु तर्हि पर्वतः वन्यमान् इत्युक्ते साध्यवान् पक्षः इति भवति पक्षः इति अन्ते अग्रिम सोपानं पक्षः साध्यवान् इति अग्रिमक्षणे अस्माकं मनसि भवति किन्तु पक्षधर्मतज्ञानं व्याप्तिज्ञानं तयोः मेलनं परामर्शः तर्हि परामर्शे व्याप्तिज्ञानमपि भवति पक्षधर्मता ज्ञानमपि भवति अतः परामर्श कीदृश परामर्शज्ञानं कीदृशम् इत्युक्ते पक्षधर्मता घटितं परामर्शज्ञानम् अथवा व्याप्तिज्ञानघटित परामर्शज्ञानं यतोहि तत्र घटितं नाम तस्मिन् भागः खलु घटितः घटितः नाम भागः तर्हि परामर्शे भागद्वयं पक्षधर्मताज्ञानं व्याप्तिज्ञानम् अत्र किमस्ति व्याप्तिः आरम्भे वयम् अन्वयव्याप्तिः स्वीकृत्य सर्वं साधितवन्तः इदानीं व्याप्तिः व्यतिरेकव्याप्तिः तावदेव सः एव भेदः अन्य कोऽपि नास्ति भेदः अत्र अस्तु तर्हि इदानीं तर्हि नाम अस्मिन् वाक्ये इति किमस्ति इति व्यतिरेकव्याप्तिघटितपरामर्शः किं कृतं इति तत्र मम करपत्रे किं तस्य अन्वेषणं कुर्वती अस्मि महोदय इति तत्र साध्याभावव्यापकीभूत अभावप्रतियोगी हेतुमान् अयम् इति व्यतिरेकव्याप्तिघटितपरामर्शः तत्र कुत्र आगच्छति इत्युक्ते तत्र चतुर्थपञ्चमवाक्यं पुनः दत्तमस्ति तदनन्तरम् एतद् एषः भागः आगच्छति व्यतिरेकव्याप्तिः खलु अग्रे अस्तु महोदय क्षमताम् एतत् सर्वं वयं पठितवन्तः भगिनि तत्र आमाम् अस्तु पूर्वमेव अहं नास्मि चित्रमस्ति तदनन्तरं पञ्च अवयव अनुमितिः अस्ति पुनः तत्र चतुर्थ अपि पञ्चमवाक्यं पुनस्मरणं अस्तु धन्यवादः व्यतिरेकव्याप्तिघटितपरामर्शः पेज् नम्बर् मम करपत्रे नास्ति किन्तु अहम् इदानीं यत्र पठितवती तदेव खलु इमिडियट्लि आफ्टर् दट् आं भगिनि अधुना हेतुः इति पक्षभिन्नस्थले यत्र न भवति तत्र वा तर्हि साध्य अभावव्यापकीभूत अभावप्रतियोगी हेतुः इति व्यतिरेकव्याप्तिः अनन्तरं साध्य अभावव्यापकीभूत अभावप्रतियोगी हेतुमान् अयम् इति व्यतिरेकव्याप्तिघटितपरामर्शः ओ तत्र एव पठितवान् वा? अस्तु, तत्र तत्र स्क्रीन् मध्ये किञ्चित् भिन्न रीत्या एव दृश्यते, अतः अस्तु इदानीं पठामि तत्र महोदय. तत्र सर्वम् एकं परिच्छेदः, एकः परिच्छेदः एव दृश्यते महोदय. स्क्रीन् मध्ये एकमेव परिच्छेद्यं दृश्यते, परन्तु तत्र प्रिण्टेड् तत्र यत् पायिण्टर् अस्ति, पायिण्टर् अस्ति तद् दृश्यते वा भगिनि? दृश्यते महोदय, तथापि तत्र बहु क्लोस् तत्र किञ्चित् महोदय, तत्र मम विनन्तिः वाक्येषु मध्ये वाक्यानां मध्ये किञ्चित् इतोपि स्थलं भवति चेत् सम्यक् भवति महोदय. तर्हि इदानीं मम करपत्रे पठामि वा? रिक्तस्थलं रिक्तस्थलं ते वदन्ति सङ्गीते, ते वदन्ति तत्र किमपि तत्र गायन्ति. महोदयेन किमर्थं तत्र स्पेसिङ्ग् न्यूनं कृतं, यतोहि अन्यथा छात्राः वदन्ति अयो इयत् दीर्घमस्ति करपत्रं कदा. भवती मम उद्देशं ज्ञातवती, सत्यं भगिनि. अतः इदानीम् अहं तदेव करोमि. दीर्घमस्ति चेदपि सौलभ्यं भवति पठनार्थम् इति कृत्वा अहम् एतत् अङ्गीकरोमि. अतः अग्रिमे वर्गे तत्र सम्यक् कृत्वा वयं कुर्मः. तर्हि भगिनी तत्र समयः अपि नास्ति, अतः एतदेव कुर्मः भगिनी. अग्रिमे वर्गे एव वयं पठामः एतत्. अस्तु, चिन्ता मास्तु. हा, चिन्ता मास्तु. नाम तत्र व्यतिरेकव्याप्तिः तस्मिन् स्थले परामर्शः कीदृशः, तावदेव. तर्हि तदेव मनसि स्थापयामि महोदय, तत्र व्यतिरेकव्याप्तिः तस्य विषये परामर्शः इदानीम् इति. इत्युक्ते अन्वयव्याप्तिः, व्यतिरेकव्याप्तिः, तत्र अर्थः किम् इति तु ज्ञातम्, अन्वयव्याप्तिः किं, व्यतिरेकव्याप्तिः किम् इति. केवलं तत्र व्याप्ति कथं वक्तव्यम् इति उक्ते तत्र तावदेव अत्र अस्ति भगिनि, तत्र अन्यत् किमपि नास्ति. नाम तत्र हेतुः कीदृशः, हेतुः व्याप्यः अस्ति, व्याप्यः नाम तत्र तत्र कुत्र स्मः, तत्र व्यतिरेकव्याप्तिः नाम. तर्हि तत्र साध्याभावव्यापकीभूत अभावप्रतियोगि इति हेतुः, सः हेतुः तादृशहेतुमान् अयं पक्षः इति व्यतिरेकव्याप्तिघटितपरामर्शः. तावदेव हेतु मम प्रश्नः. एतस्य कोऽपि उद्देशः भवेत् तत् किम् इति न ज्ञातं. तत्र अभावः पुनः अभावः इति योजयित्वा वदनस्य, तत्र न्यायशास्त्रे को लाभः इति न ज्ञातं महोदय. अग्रिमे न न, यतोहि तत्र किम् अस्ति, तत्र तत्र किम् आसीत्, तत्र उष्णत्वात् तत्र तेजः वह्निः उष्णः वह्नित्वात् उष्णः वन्नित्वात् इति तत्र किं भवति, तत्र हेतुः वन्नित्वं केवलं वन्नौ अस्ति. अतः तत्र किं भवति नाम यत्र यत्र वह्निः तत्र तत्र उष्णः इति, तत् वन्नित्वं तत्र तत्र उष्णत्वम् इति कथं साधयामः? पक्षभिन्नस्थलं स्वीकृत्य व्याप्तिः साधनीया. किन्तु अत्र वन्नित्वम् इति केवलं पक्षे एव अस्ति, पक्षे एव अस्ति. इदानीं पक्षे साध्यमस्ति इति सन्देहः, किन्तु निश्चयेन न जानीमः. उष्णत्वं वन्नौ अस्ति इति न जानीमः, अतः वह्निं वह्नि इति स्थलं प्रदर्श्य वयं पश्यतु यत्र यत्र वन्नित्वं तत्र तत्र उष्णत्वम् इति न साधयितुम् इच्छामः. अतः अन्यरीत्या चिन्तनं भवेत्, अतः एव व्यतिरेकव्याप्तिः अभावं स्वीकृत्य अतः नाम तत्र यत्र यत्र उष्णाभावः तत्र तत्र वन्याभावः इति तस्य दृष्ट्या तावत्पर्यन्तं सम्यक् महोदय, किन्तु अभावस्य अभावः इति किमर्थम् इति न अवगतम्. यतोहि अभावः अस्ति चेत् अभावः इति इत्युक्ते नास्ति, किन्तु अभावः किमपि नास्ति इति कथनेन वयम् अस्ति इति कथं जानीमः? किमपि नास्ति इति चिन्तनेन अन्यत् किमपि अस्ति इति कथं जानीमः? खलु, नाम उत्पीठिकायां यदि वयं वदामः तत्र लेखनी नास्ति, अस्तु लेखनी नास्ति, लेखनी नास्ति इति कृत्वा अन्यत् किमपि अस्ति इति आगच्छति वा? न. हा, अतः अभावेन वयम् अस्तित्वं कथं साधयामः इत्युक्ते अभावस्य अभावः तदेव इति भवति. अतः अस्तु, पूर्वं तद् दृष्टवन्तः. वन्य अभावस्य अभावः वन्य एव इति. अतः अभावम् इति द्विवारम् उपयोजयामश्चेत् वह्निः अस्ति इति साधयितुम् इच्छामः. अतः अभावः इति सत्यं नास्ति इति एव, किन्तु किमपि नास्ति इति यद्यपि अस्ति तस्य आधारेण अन्यत् किमपि अस्ति इति साधयितुम् इच्छामः इति शक्नुमः. अत एव अभावस्य अभावः एतत् सर्वम् आगच्छति. अपि अन्ततो गत्वा तत्र एतत् सर्वं किम् अस्ति, केवलं अभ्यासः अस्ति, एतत् सर्वपत्रम् अभ्यासः. एतस्य आधारेण वयं विभागः इति गुणः अस्ति इति साधयितुम् इच्छामः. विभागः अपि अतिरिक्तः गुणः इति. नाम एतत् अवगन्तुम् इच्छामः, आशयनाशाजन्यगुणनाशः समानाधिकरण्यगुणजन्यः आशयनाशा अजन्यगुणनाशत्वात् पाकजरूपनाशवत्. तर्हि एतत् एषः पक्षः, एषः साध्यः, एषः हेतुः, एतत् दृष्टान्तम्. किन्तु एतत् कथमस्ति इति यदि केवलं तत् पठामः किमपि न अवगच्छामः, खलु? आमाम्. अतः एतदेव अस्माकं लक्ष्यं. अतः एतत् सर्वं यत् पठामः तत् केवलम् अभ्यासरूपेण. तथा यदा एतत् उदाहरणं, मूल उदाहरणं पुनः पठामः सम्यक् रीत्या, ओ अस्तु अस्तु एतावदेव अस्ति अत्र अहं सर्वम् अवगच्छामि इति अस्माकं मनसि विश्वासः भवति. यदा अवगच्छामि सत्यं भगिनि. अस्तु अस्तु महोदय, अहं पठामि अग्रिमवर्गात् पूर्वं. तर्हि अस्तु महोदय, धन्यवादः. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः आचार्य, नमस्कारः.